अधुना उल्लेखालङ्कारस्य परिचयः द्वाविंशे श्लोके बहुभिर्बहुधोल्लेखाद् एकस्योल्लेख इष्यते स्त्रीभिः कामोर्तिभिः स्वर्द्रुः कालः शत्रुभिरैकृतः तन्नाम कश्चन राजा शत्रुभिः कालः नाम अन्तकः यमः स्वर्द्रुः अर्थिभिः नाम भिक्षार्थिभिः स्वर्द्रुमः नाम कल्पवृक्षः तथा स्त्रीभिः साक्षात् कामदेवः इव सः ऐक्षि सः अदृश्यत इति अत्र बहुभिः जनैः बहुधा उल्लेखः कृतः एकस्यैव जनस्य तेनात्र उल्लेखालङ्कारः